नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति कृत् प्रत्ययः अपि सार्वधातुक आर्धधातुकश्च इति. गतसप्ताहे वयं कर्त्रार्थे सार्वधातुकानां कृदन्तानां दशानां धातुगणानां रूपभेदः कथं भवति इति दृष्टवन्तः. अपि च शत्रन्तानां दशगणेषु ये रूपभेदः दृश्यन्ते ते भेदः विकर्णप्रत्ययस्य द्विप्रकरण प्रभावेन इत्यपि अधीतवन्तः. ते कः इत्युक्ते, प्रथमं विकर्णप्रत्ययस्य भेदेन धातुगणम् अनुसृत्य शत्रन्तपदे रूपभेदः भवति. यदा उदाहरणरूपेण पठन् इति भुआदिगणीयधातुः पट् धातुः, तत्र पठन् इति रूपं, नश्यन् आप्नुवन् इति इत्यादि रूपभेदः गणम् अनुसृत्य रूपभेदः शत्रन्ते भवति इति दृष्टवन्तः. द्वितीयम् अस्ति विकर्ण इति स्वयं प्रत्ययः, अतः तस्मात् पूर्वं स्थितस्य धातुरूपी अङ्गे अपि रूपभेदः भवति. यदा वयम् अदादिगणे स्वीकुर्मः चेत् तत्र विकर्णप्रत्ययस्य लुक् भवति, तत्रापि केचन विशिष्टकार्याणि कानिचन विशिष्टकार्याणि भवन्ति. अनन्तरं जुहोत्यादिगणे शपः श्लु भवति, तत्र द्वित्वम् इति विशिष्टकार्याणि धातुरूपी अङ्गे भवति इति दृष्टवन्तः गतसप्ताहे. अनन्तरम् इदानीं तत्र ए टु एफ़् इति भागः अस्ति. तत्र ए इति भागः वयं दृष्टवन्तः, षट् वृत्तान्ताः ए टु एफ़् इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकर्णप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति इति भागः कृपया स्वीकरोतु. बि इति भागात् पूर्वमस्ति. अस्तु, तत्र ए इति ए टु एफ़् इति अस्ति, तत्र वयम् ए इति भागः एव गतसप्ताहे दृष्टवन्तः. रघुपतिमहोदय स्थूलरूपेण वदति वा ए इति भागे किम् अस्ति इति? ए इति भागे विकर्णप्रत्ययेन गुणकार्यम् इति गुणकार्यं भवति. यथा भूयोग शत्रप्रत्यय तत्र सार्वधातुक शप् आयाति मध्ये, किमर्थम् इति चेत् सार्वधातुकप्रत्ययः अस्ति कृत्प्रत्यय, अतः शप् विकर्णप्रत्यय आयाति. शप् शप् अनेन पित् अस्ति, अतः गुणः भवति. भू भो भवति, भो भव यचोयवः इति सूत्रेण भव भवयोग भवति इति भवति. यथा चुर् योग चुर् योग चोरि इति चुर् योग ई प्रत्यय निच् प्रत्यय अस्ति, अतः तत्र चोरि पुगन्त एकनिमिषं चूर् चोर् अस्तु पुगन्त अगपदस्य सूत्रेण चोर् भवति चोरी चोरि, अनन्तरम् इदानीं धातुसंज्ञा प्राप्नोति चोरी इति. चोरियोग अशत्र इदानीं मध्ये सार्वधातुककृत्प्रत्ययः अस्ति, अतः शप् आगच्छति. शप् इति स्वतः प्रत्यय अस्ति, अतः पित् अस्ति, तस्य चोरे भवति. चोरे योग चोर यचोयावः आया भवति, यतः चोरयति इति अन्तिमरूपं सारि चोरयत् इति चोरयन् चोरयत्. कयोः गणयोः गुणः भवति इदानीम्? इदानीं गुणः भवति भुआदिगणे अस्ति, चुरादिगणे. केवलं भुआदि चुरादिगणे एव गुणः किमर्थं भवति? द्वयोः पित् अस्ति, अतः पित्वात् पित् अस्ति इति कारणात् वा पुनः पित्, एकनिमिषं, गुणः भवति एतत्तु प्रथमं तु सार्धातकार्धकयोः इति सूत्रेण सूत्रेण अथवा पुगन्तलघुपतिस्य सूत्रेण गुणः भवति, परन्तु हा एते द्वे सूत्रे सूत्रात् गुणः भवति. आं सत्यं, परन्तु किमर्थं तत्र भुवादिगणे चुरादिगणे एव गुणः भवति, अन्येषु गणेषु किमर्थं न भवति? अन्येषु गणेषु भुवादिगणे अस्ति, अदादिगणे लुक् भवति, अनन्तरं ज्योत्यादिगणे श्लू भवति, तत्र विकर्णप्रत्ययः नास्ति. अनन्तरं दिवादिगणे शन् अस्ति, अतः तत् अपित् अस्ति दिवादिगणे. अनन्तरं स्वादिगणे स्नु स्नु अस्ति, स्नु वा स्नोति, अस्तु स्नु अस्ति, तत्रापि शप् नास्ति, पित् नास्ति. पित् नास्ति इति कारणेन न भवति वा? सारि, पित् अस्ति, पित् न न, भवान् सम्यक् एव वदति, परन्तु किञ्चित् रीफ्रेम् करोतु वाक्यम्. उत्तरं सम्यक् अस्ति, भवान् अवगतवान्, परन्तु भिन्नरूपेण वदनीयं किल. एकनिमिषम् एकनिमिषम् अत्र इति सर्वान् नागरिकानि ते सर्वे अपित् अस्ति, अतः गुणः न भवति इति अस्ति, परन्तु तत्र अपित्वात् गुणनिषेधः, अपित्वात् गुणनिषेधः सम्यक्. परन्तु भुवादिगणे चुरादिगणे किं भवति? भुवादिगणे शप् अस्ति, पित् अस्ति, अतः गुणः भवति. चुरादिगणे अपि शप् प्रत्यायति, अतः पित् अस्ति, गुणः भवति. पित्वात् गुणः वा शित्वात् गुणः वा? न, शित्वात् गुणः भवति. पित् अस्ति चेदेव तत्र बाधा नास्ति गुणस्य, गुणकार्यस्य. सम्यक्, तदेव उत्तरं, सम्यक्. पित् शित्वात् एव गुणः भवति. अपित्वात् गुणस्य निषेधः. पित्वात् गुणः इति न वदनीयं, पित्वात् गुणस्य अवरोधः न भवति तावदेव. कुत्रापि न नास्ति यत्र पित्वात् गुणः भवति इति किमपि नास्ति. सार्वधातुकम् अपित् किं वदति इत्युक्ते अपित्वात् गुणनिषेधः भवतु इत्येव वदति. अतः वयमेव निर्णयं कृतवन्तः तत्र शप् इति अस्ति चेत् छित्वात् गुणः भवति, अपित् पित्वात् गुणस्य बाधा न भवति एव, तावदेव. तत्र किमपि सूत्रं वा किमपि नास्ति यत्र वदति पित्वात् गुणः इति, किमपि नास्ति. पित्वात् गुणस्य अवरोधः न, अवरोधः न, तावदेव. भगिनि, अत्र पित् अस्ति कोऽपि अन्यस्थले अपि यत्र प्रत्ययः अस्ति पित् अस्ति, तत्र प्रथमं वर्णः अन्यवर्णः अस्ति वा? यथा कप् अपि केवल सर्वत्र तादृशम् इदानीं पर्यन्तम् अहं न दृष्टवती. परन्तु क्विप् इति किमपि प्रत्ययः अस्ति इति चिन्तयामि, कृदन्तप्रत्ययः क्विप् इति वयम् अपि दृष्टवन्तः किल. क्विप् इति, परन्तु तत्र पकारस्य लोपः वा किमपि भवति हलन्त्यम् इति सूत्रेण तत्र, तर्हि सम्यक् भवति तत्रापि गुणः शित्वात् एव गुणः, तदेव नियमः, शित्वात् गुणः. पित् अस्ति चेत् गुणस्य अवरोधः न, परन्तु यत्र यत्र यदा तुदादिगणे शकारः एव अस्ति तत्र शित्वात् गुणः भवति, परन्तु तत्र अपित्वात् गुणनिषेधः. सम्यक् उत्तमम्. इदानीम् अरुणा भगिनी बी भागः इति पठति वा? आम्, आर्धधातुकानां तस्मात् किञ्चित् पूर्वं, तस्मात् किञ्चित् पूर्वं स्माल् ए बि सि इति अस्ति किल, तत्र स्माल् बि विकरणप्रत्ययस्य, आम् विकरणप्रत्ययस्य लोपे सति शत्रुप्रत्ययेन इयङ् उवङ् आदेशः अदादिगणे जुहोत्यादिगणे च ब्रू योगः अत् शप् लुक् लोपः, ब्रू योगः अत् अचिष्णुदात्तु ब्रुवां योर् इयाङ् वाङ् लौ इत्यनेन उकारान्तधातु रूपी अङ्गस्य उकारस्य स्थाने अवङ् आदेशः, ब्रा योगः उवा योगः अत् ब्रुवा योगः अत् ब्रुवत् पुंलिङ्ग पुंषि भुवान् जुहात्यादौ अपि तथा अत्र हि धातुः इकारान्तः अतः इयं हि जिहि योगः अत् जिह् योगः इय इय योगः अत् जिहि अत् किम् अवगच्छति इति वदतु भगिनि एकवारम्. आं महोदय, प्रयत्नं करोमि. आम् आम्, बहु किमपि अस्ति अतः पुनः एकवारं पठित्वा वदतु. विकरणप्रत्ययल्लो अदादिगणे जुहातिगणे विकरणप्रत्ययलोपो भवति शत्रुप्रत्यय परे भवति, तथा शत्रुप्रत्ययेन इयङ् उवाङ् आदेशः भवति. ब्रू अत् अत्र शप् लुक् ततः ब्रू योगः अत् एव भवति, तदनन्तरम् अचिष्णुदात् ब्रुवां यो याङ् वङौ सूत्रेण उकारस्थाने वकारः आदेशः भवति, ब्रुव अत् ब्रुव अत् ब्रुवत् इति भवति. युहात्यादिगणे अपि शप् लोपः भवति, ततः अत्र इकारान्त अङ्गधातूनाम् इकारस्थाने इयम् आदेशः भवति, श्री द्वितं भवति, ततः जिह्री योगः जिह्र इय योगः जिह्रियत् इति भवति, श्रियत् जिह्रियन् जिह्रियति रूपाणि भवति. तत्र अदादिगणे किं ब्रुवत् इति अङ्गं रूपं दत्तमस्ति, जुहोत्यादिगणे जिह्रियत् इति दत्तमस्ति, भेदः कः द्वयोः? तत्रापि लोपः भवति, अत्रापि लोपः एव भवति, परन्तु किमपि अन्यकार्यम् अस्ति वा अत्र? जुहोत्यादिगणे द्युत्तम् भवति लोपानन्तरं. सम्यक्, द्वित्वकार्यमेव विशेषम्. अस्तु, अत्र वयम् अचिष्णु धातुब्रुवां युवोर् यङ् वङ्गौ इति सूत्रस्य विवरणं तत्र न दत्तम्, अतः संक्षिप्तरूपेण अपि अहमपि संक्षिप्तरूपेण वदामि. एतद् मुख्यसूत्रमस्ति, अग्रे गत्वा वयं पूर्णतया पठामः. तत्र बहु किमपि अस्ति अस्मिन् सूत्रे, परन्तु यत्र अस्मिन् प्रसङ्गे किं भवति इत्येव अहं वदामि. तत्र यदा भ्रूयोगः अत् इति स्थितौ, तत्र तु शप् इति विकरणप्रत्ययस्य लोपः, लोपकारणेन एव इदानीम् अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इति सूत्रस्य प्रसक्तिः. धातोः प्रत्ययस्य साक्षात् सम्पर्कः भवति इदानीं भ्रूयोगः अत् इति सम्पर्कः. इदानीम् उकारस्य स्थाने उवङ् इति आदेशः भवति, अतः भ्रू इति उकारः नास्ति इदानीं, भर् योगः उव योगः अत् भ्रुव् योगः अत् भ्रुवत् इति रूपम् आगच्छति. तादृशमेव कार्यं ज्योत्यादिगणे. इदानीं तत्र किं भवति, इयङ् इति आदेशः भवति. किमर्थम् इत्युक्ते ईकारान्तरूपी अङ्गम्, ईकाररूपी अङ्गमस्ति, अतः इयङ् इति आदेशः भवति. अतः एव तत्र जिह्रियत् इति रूपं, ब्रुवत् जिह्रियत् इति रूपद्वयोः मध्ये भेदः अस्ति. तत्र उवङ् इति आदेशः, अत्र तु इयङ् इति आदेशः, परन्तु सूत्रं तु समानमेव. अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रम्. अचि परे इति, अच् इति सप्तमी अन्तरूपम्, अचि अच् परे इति, अच् अत् अत् इति अजन्त प्रत्ययः अस्ति, अतः तत्र अस्मिन् सूत्रस्य प्रसक्तिः अत्र अस्ति इति बि इति भागः. इदानीं वयम् अदादिगणे प्रथमं भुवादिगणे चुरादिगणे विषये दृष्टवन्तः, यत्र गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. द्वितीयबिन्दुः अस्ति यत्र लोपे सति, लोपं भवति चेत् विकर्णप्रत्ययस्य लोपे सति किं भवति, तत्र यङ् वङ् इति आदेशः भवति इति द्वितीयबिन्दुः अस्ति. तृतीयबिन्दुः किम् इति पश्यामः. राजेन्द्रमहोदय पठति वा? आं भगिनि. विकर्णप्रत्ययस्य श्लौ तथा भगिनि? आम् आम्. विकर्णप्रत्ययस्य श्लौ अङ्गस्य द्वित्वं ज्योतादिगणे दा योग अत् दा योग श्लु योग अत् श्लौ इत्यनेन द्वित्वं दादा योग अत् ह्रस्वः इत्यनेन अभ्यास्य ह्रस्वत्वं दधा योगात् ददत् इदानीं रूपं निष्पन्नं भवति. विकर्णप्रत्ययस्य यथा ज्योत्यादिगणे यथा श्लौ यथा श्लु भवति लुक् भवति, तथा धातु यः मूले आसीत् दा धातु स्वीकुर्मश्चेत् तत्र द्वित्वं भवति. तत्र श्लौ सूत्रेण, श्लौ एकं सूत्रम् अस्ति, तेन तत्र दादा दादा भवति. दादा योगात् अत्र पुनः शक्यं भवति, अत्र प्रथमं दाया अस्ति, तस्य अन्यत्र सूत्रमस्ति ह्रस्वः, तेन अभ्यासः अस्ति. दा पूर्वं प्रथमं दायः अस्ति, सः अभ्याससंज्ञक वर्णः अस्ति, अभ्याससंज्ञकवर्णस्य ह्रस्वतं भवति, दधा भवति. इदानीं दधा योगात् अत्र अन्य किञ्चित् कार्याणि भूत्वा तत् दधत् रूपं निष्पन्नं भवति विकर्णप्रत्ययः. सम्यक्. डि भागः अपि पठतु महोदय. डि विकर्णप्रत्ययस्य अपित्वात् गुणनिषेधः. दिवादिगणे स्वादिगणे क्रियादिगणे चि योग शृणु योग अत् सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्तधातोः एकः गुणः, सार्वधातुकम् अपि तिन्नति च इत्याभ्यां गुणनिषेधः. चुनु योग अत् चिन्वत् न चिन्वत् पुंसि चिन्वन् चिन्वन् विकर्णप्रत्ययः प्रत्ययस्य यत्र ये विकर्णप्रत्ययाः यत्र अपित्वात् अपितम् अपित् प्रत्ययाः सन्ति, यथा शनु अपि च शन् अपि च तदादिगण क्रियादिगणे ये विकरणप्रत्ययाः सन्ति, तत्र स्ना क्रियादिगणे तत्र तत्र ते अपित् अपित् सन्ति, सर्वे प्रत्ययाः अपित् सन्ति, तत्कारणात् तत्र गुणनिषेधः अपित्वा तत्र गुणनिषेधः भवति। किम् अस्ति अत्र उदाहरणत्वेन, यथा चि धातु स्वीकुर्मश्चेत् चि योग शृणु स्वादिगणे गणि धातुः अस्ति, योगात् शत्रु प्रत्ययात् यः भागः अवशिष्यते तत्र इदानीं सार्वधातु आर्धधातुकयोः तत्र इगन्तधातुः चि इगन्तधातुः अस्ति, तत् तद् धातोः गुणः भवितुम् अर्हति, परन्तु सार्वधातुकम् अपि यथा शृणु अपित् अस्ति तत् अपित्वात् तत्र गुणनिषेधः भवति, तत् अपित्वात् तत्र किन्नति च सूत्रेण तत्र गुणनिषेधः भवति भवति, तथा अपि चुनु योगात् तत् अन्ततो उकारः अकारः तत्र चिन्वत् रूपं भवति, अत्र सन्धिं भूत्वा तत्र चिन्वत् रूपं निष्पद्यन्ति। सम्यक्, तत्र अपित्वात् गुणनिषेधः दिवादिगणे स्वादिगणे क्रयादिगणे च इति दृष्टवान् इदानीं दृष्टवन्तः। सम्यक्, धन्यवादः महोदय। विजया भगिनी, आं भगिनि, इ इति भागः पठतु भगिनि। तनादिगणे कृ योगः अत् इत्युक्ते तनादि कृभ्यः उः इति अनेन शपं प्रपाद्य उकारः योगः इत्युक्ते कृ योगः उकारः योगः अत् सार्वधातुक आर्धधातुकयोः सप्तमाध्याये प्रथम तृतीयपादे चतुष् अशीतिः इति चतुष् अशीतितम इति अनेन इगन्तधातोः इकः गुणः इत्युक्ते कर् योगः उकारः योगः अत् इत्युक्ते करु योगः अत् अत ऊत् सार्वधातुके इति षष्टमाध्याये चतुर्थपादे शताधिक एकशतम् इत्यनेन अपिति प्रत्ययपरे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारः आदेशः इत्युक्ते कुरु योगः अप् इत्युक्ते यन् सन्धि भूत्वा तत्र कुर्वत् इति पुंसि कुर्वन् इति पदं निष्पन्नं तत्र तदा तनादिगणे तत्र अष्टमगण उकारः एव तत्र विघ्नप्रत्ययः आकृति इति ओकारः आगच्छति तत्र क्रु योगः अत् तनादि कृभ्यः उः इति सूत्रेण शपं तत्र शकारस्य अकारस्य प्रपाद्य उकारः क्रु योगः उ योगः अत् सार्वधातुक आर्धधातुकयोः इति सूत्रेण ईगन्धधातोः इकः कर् इति कर् योगः उ अनन्तरम् अत् एतत् सर्वं मिलित्वा कर् करु योगः अत् तत्र अत उत्सार्वधातुके इति सूत्रेण अपि आगच्छति चेत् एतत् प्रत्ययपरे कुरु करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारः आदेशः भवति अकारस्य स्थाने करु इति अकारस्य स्थाने पूर्वं वयं दृष्टवन्तः तत्र कर् इति तत्र अकारस्य आदेशः भूत्वा तत्र उकारस्य आदेशः आगच्छति कुरु योगः अत् अनन्तरं यन् सन्धि भूत्वा इको यनसि इति सूत्रेण यन्सन्धि भूत्वा तत्र कुर्वत् इति पुंसि रूपम् अभवत् तत्र कुर्वन् इति कुर्वन् शत्रान्तपदं कुर्वत् इति नपुंसकलिङ्गपदं कुर्वती इति स्त्रीलिङ्गपदं निष्पन्नं तत्र। अस्तु, तत्र नूतनसूत्रमिति चिन्तयामि, अत उत् सार्वधातुके इति. पूर्वं वयं प्रायः न दृष्टवन्तः इति तत्र न दृष्टवन्तः किल. अस्तु, तत्र अत उत् सार्वधातुके इति विवरणं न दत्तमस्ति, परन्तु अहम् एकवारं वदामि. तत्र यदा उकारान्तप्रत्ययः यस्य अन्ते अस्ति, इदानीं करु इति उकारान्तप्रत्यय, क्षम्यताम्, उकारान्तप्रत्ययः यस्य अन्ते अस्ति, वदतु भगिनि. तृतीयपादे आरम्भ षष्टमपादतः षष्टमाध्यायतः तृतीय अध्यायतः षष्टम अध्यायपर्यन्तम् एतत् अनुवृत्तिः अभवत् खलु भगिनि? कस्य भगिनि? अनुवृत्तिसूत्रं तत्र तनादि प्रथमं तनादि कुञ्ज् कृञ्ज्भ्यः उः इति अनेन तृतीय अध्यायम्. अनन्तरं एतत् अत उत्सार्वधात्विके इति षष्टम अध्याये पर्यन्तम् अनुवृत्तिसूत्रं सहितमस्ति खलु भगिनि? उकारः इति वा उत् इति वदति वा? सार्वधातुके खलु, सार्वधातुक अपि सप्तमाध्याये अस्ति. अस्तु, तत्र अनुवृत्तिः अहम् एकवारं सूत्रस्य अर्थम् उक्त्वा अनुवृत्तिः आगच्छामि. तत्र उकारान्तप्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ धातोः अङ्गस्य अकारस्य कित् ञित् प्रत्यये परे उकारादेशः भवति इति सूत्रं वदति. इदानीम् अस्माकं कृ इति धातुः अस्ति, तनादिगणीयधातुः, तस्मात् परः यदा उ इति विकरणप्रत्ययः आगच्छति चेत् प्रथमं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. खरु इति अङ्गम् इदानीं निष्पन्नं, तस्य अङ्गस्य अकारस्य वर्तमानसूत्रेण इत्युक्ते अत उत् सार्वधातुके इति सूत्रेण उकारादेशः भवति. उकारादेशः भूत्वा किं भवति? कुरु कर् योगः उ भूत्वा कुरु इति भवति अकारस्य उकारादेशः. कुरु इति आगच्छति इदानीं, तदेव क्रूधातुः केवलं क्रूधातोः विषये एव. किमर्थम् इत्युक्ते तत्र क्रूधातोः एव अङ्गस्य प्रायः तपरकरणमपि अस्ति. उत् इत्यत्र तपरकरणम् अस्ति. उ इति विकरणप्रत्ययः तदा एव आगच्छति यदा अग्रे सार्वधातुकप्रत्ययः अस्ति, अतः सार्वधातुके इति ग्रहणमपि अस्ति इति सूत्रं वदति. अत उत् सार्वधातुके सार्वधातुकप्रत्यये परे एव कार्यं भवति. अनन्तरं यत्र उकारान्तप्रत्ययः यस्य अन्ते अस्ति तादृश कृ प्रत्ययः इति, कृ प्रत्ययस्य विषये एव विशिष्टसूत्रमस्ति. अन्येषु धातुः तस्य प्रसक्तिः नास्ति. तत्र सम्पूर्णसूत्रं वदति उतः प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके ङिति उत् इति वदति. अतः सूत्रे सम्पूर्णसूत्रं पश्यामः चेत् तत्र एव कृ धातोः विषये एव इति दत्तमस्ति. करोतेः इति चतुर्थ षष्टमाध्यायस्य चतुर्थपादस्य 108 इत्यस्मात् अनुवृत्तिः अत्र आगच्छति. अस्तु, उतः प्रत्ययस्य करोतेः अङ्गस्य अतः सार्वधातुके ङिति उत्. अतः यत्र अकारः अस्ति कुरु इति भागस्य, क्षम्यतां, कृ इति भागस्य, तत्र तस्मिन् अकारस्य उकारादेशः भवति. कर् योगः उ, उ इति विकरणप्रत्ययः, उकारस्य कारणेन एव इदानीं ककारोत्तरवर्ति अकारस्य उकारादेशः कुर् योगः उ कुरु इति भवति. तदेव अत उत् सार्वधातुके इति सूत्रं, नूतनसूत्रम्. अस्य कार्यम् अपिति प्रत्यये परे एव गुणनन्तरमेव का भवति अनन्तरमेव आम् अनन्तरं यण्सन्धिः यदा वयं दृष्टवन्तः कुर्वत् इति इदानीम् अस्तु नूतनसूत्रम् अद्य सम्यक् विजया भगिनी भवत्याः प्रश्नस्य उत्तरं अनुवृत्तिः सर्वे षष्ठम अध्याये एव भवति भगिनि तृतीय अध्यायात् किमपि नास्ति तत्र तत्र धातुपाठ धातुपुस्तके अस्ति यः से सार्वधातुके कि अनुवृत्ति अष्टम षष्टमपादे चतुर्थपादे ये सक् जायेगि इत्युक्ते अनन्तरं कण्टिन्यूस् एव अनन्तरं भवति अत उत् सार्वधातुके इति सूत्रेण सार्वधातुके इति प्रायः अनन्तरम् आगच्छति परन्तु अस्मिन् सूत्रे अत उत्सार्वधातुके इति पूर्णतया दत्तमस्ति अत्र किमपि अनुवृत्तिः न भवति ङिति उतः प्रत्ययात् करोतेः इत्येव अनुवृत्तिरूपेण आगच्छति तत्तु षष्ठम अध्यायस्य चतुर्थपादे एव अस्ति अङ्गस्य इति अधिकारः अपि अस्ति अतः अङ्गकार्यं सम्यक् नूतनसूत्रम् अस्तु इदानीं माला भगिनी श्रूयते वा आम् अस्तु रुधादिगणे एकमेव विकरणप्रत्ययः प्रत्ययनिमित्तकम् अङ्गकार्यं भवति तच्च केवलं यत्र श्नं प्रत्ययात् परं धातौ नकारः वर्तते श्नं प्रत्ययात् परं स्थितस्य नकारस्य लोपः श्नानलोपः षष्ठम अध्याये चतुर्थपादे 23 इत्यनेन सूत्रेण यथा उन्द् योगः श्नम् योगः अत् उनन्द् योगः अत् उनन्द् इत्यस्मिन् श्नम् प्रत्ययात् परं धातौ नकारः वर्तते अतः श्नानलोपः इत्यनेन श्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः उनन्द् योगः अत् उनद् योगः अत् अपित्सु सार्वधातुकलकारेषु श्नम् प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरलोपः षष्ठम अध्याये चतुर्थपादे एकादश अधिक एकशतम् इत्यनेन सूत्रेण उन्द् योगः अट् वर्णमेलने उन्दत् पुंसि उन्दन् अत्र रुधादिगणे विकरणप्रत्ययः अस्ति श्नम् श्नम् अत्र षकारमकारयोः लोपानन्तरं न एव अवशिष्यते अत्र सूत्रमस्ति श्नानलोपः तेन किं भवति उन्द् इति धातु स्वीकुर्मः चेत् तत्र श्नम् इति विकरणप्रत्यय योजयामः अनन्तरम् अत् शत्रुप्रत्ययः उन्द् योगः न योगः अत् अत्र श्नानलोपः इत्यनेन न अवगच्छामि अत्र भगिनी कस्य लोपः भवति उन्द् योगः न प्रथमं वदतु कुत्र विकरणप्रत्ययं प्रत्ययः कुत्र आगच्छति अस्मिन् गणे इति रुदादिगणे कुत्र आगच्छति अत् पूर्वम् अत् पूर्वं प्रथमं धातोः अनन्तरम् आगच्छति चेत् इदानीं रूपं किं भवति उन्द् न उन्द् नत् तादृशं नास्ति किल तादृशं नास्ति किमर्थम् मित् मित् अस्ति न जाने भगिनि अस्तु राजेन्द्रमहोदय वदति वा आम् महोदय आं भगिनि प्रयत्नं करोमि रुदादिगणे विकरणप्रत्यये अस्ति शनम् अत् शनं प्रत्यये तत् शकारस्य लोपः इति संज्ञा भूत्वा तत्र तस्य लोपः भवति लशकु तदते सूत्रेण अपि च मकारः या अन्ते अस्ति सः हलन्त्यं सूत्रेण मकारस्य लोपः भवति परन्तु यथा तत् मकारस्य इत् संज्ञा भवति तत्र तन्नं तत् मित् मित् मित् भवति सः न तत् मित् मित् भवति इदानीं किम् अस्ति उदाहरणत्वेन रुदादिगणे उनद् उन्द् उन्द् धातु स्वीकुर्मश्चेत् अत्र उन्द् योग विकरणप्रत्ययशनं धातोः मध्ये आगच्छति इदानीं मध्ये आगच्छति या अन्तिम धातोः मध्ये यः अन्तिम अच् वर्णः अस्ति तद् अनन्तरं नकारः आगच्छति तु इदानीं किम् अस्ति अत्र उनन्द् रूपं भवति उनन्द् योग आत् पर यत्र कुत्रापि धातोः मध्ये पूर्वम् एकं नकारः आसीत् तदनन्तरं शिणं प्रत्ययः मध्ये आगत्य तत् तिष्ठति तत् उनन्द् तत् किं भवति तत् एकं लो सूत्रम् अस्ति शनानन्द् लोपः तेन सूत्रेण यः पूर्वं नकारः आसीत् प्रत्ययात् अनन्तरं यः नकारः आसीत् तस्य लोपः भवति तथा रूपं भवति उनद् उनद् योग योग अत् इदानीम् अत् अपित्वात् अपित् प्रत्ययः अस्ति तत्कारणात् तत् द्वितीयसूत्रम् अस्ति शुनसौरलोपः अत्र किं शुनसौरलोपः किं करोति यथा प्रत्ययः कित्नेत् अस्ति तत्कारणात् तत् नकारस्य नकार उत्तरवर्ती यः अकारः अस्ति तस्य अकारस्य लोपः भवति तत्कारणात् तद् उनद् यः पूर्वम् आसीत् तस्य रूपं भवति उन्द् उन्द् योग अत् अत् तत् वर्णमेलं भूत्वा तत् उन्दत् उन्दत् तत् प्रातिपदिकं निष्पद्यते सम्यक् धन्यवादः महोदय अवगतं वा भगिनि हा प्रथमम् अवगतं मध्ये आगच्छति इति तत्र उनन्द् योगः अत् अनन्तरं एकः नकारस्य लोपः भवति अतः उन्द् भवति उन्द् योगः अत् उन्दत् वर्णमेलने भवति एकनिमिषं श्नसोरलोपः इत्यनेन नकारस्य एकः नकारस्य लोपः भवति खलु न भगिनि तथा न किमस्ति धातुः पूर्वम् आसीत् उन्द् उन्द् यथा विकर्णप्रत्ययः मध्ये आगच्छति उकारस्य अनन्तरं नकारः अकारः आगच्छति तत् भवति उनन् इदानीं शनानन् लोपः सूत्रेण यः पूर्वं नकारः आसीत् धातोः तस्य नकारस्य लोपः भवति तो रूपं भवति उनद् इदानीम् उनद् योग अत् अत् अपित् प्रत्ययः अस्ति तथा किति निति प्रत्ययः अस्ति तत्कारणात् शनसोर्लोपः तेन सूत्रेण नकार उत्तरवर्ती अकारः यः अस्ति तस्य लोपः भवति तत् तदा भवति उन्द् उन्द् रूपं भवति उन्द् योग अत् उनदत् इदानीम् अवगतं, धन्यवादः महोदय. अस्तु, तत्र विकर्णप्रत्यय एव निमित्तम् इत्येव मुख्यबिन्दुः. रुदादिगणे विकर्णप्रत्ययः यद् वयम् आनीतवन्तः श्नम् इति, तदेव निमित्तम् अङ्गकार्यस्य. अतः धातोः मध्ये एतादृशं वयम् अन्येषु गणेषु न दृष्टवन्तः इदानीं पर्यन्तं. रुदादिगणे एव विकर्णप्रत्ययस्य कारणेन लोपः, यद् धातोः पूर्वं स्थितस्य नकारस्य लोपः भवति. अनन्तरं यदा महोदय उक्तवान् अपित्वात् श्नसोरलोपः इत्यनेन नकारोत्तरवर्ति अकारस्य लोपः, अतः उन्दत् इति रूपम्. अस्तु, इदानीं पर्यन्तं वयम् ए टु एफ् इति भागे किं किं भवति, भिन्नेषु गणेषु किं किं कार्यं भवति इति दृष्टवन्तः. सार्वधातुककृत् प्रत्यये इत्युक्ते वयं शत्रुप्रत्यये दृष्टवन्तः. इदानीम् आर्धधातुककृत् प्रत्यये रूपाणि कथं भिद्यन्ते वा न भिद्यन्ते वा, तत्र विकरणप्रत्ययः अस्ति वा नास्ति वा इति परिशीलनीयम्. अस्तु, इदानीं पर्यन्तं स्पष्टं वा? अग्रे गच्छामः. एतानि सर्वाणि सूत्राणि नूतनानि खलु, वयं न स्नानलोपः अग्रे आगच्छति भगिनि. अचिष्णो धातु ब्रुवां युवोर् यङ् वङ्गौ अत अत उत्सार्वधातुके. अनन्तरं स्नानलोपः श्नसोरलोपः सूत्राणि पूर्णतया वयम् अग्रे पठामः. अस्तु, प्रायः अद्य वयं एषः पाठः समापयामः चेत् अग्रे अङ्गम् इति पाठः आरम्भं भवति. तस्मात् अग्रे वयम् एकमेकं गणं स्वीकृत्य तत्र पूर्णतया परिशीलयामः. एतावता वयं किं वदामः, बिगिनर्स् कोर्स् मध्ये एव आसम्, फौण्डेशन् परिचयरूपेण एव. अनन्तरमेव यदा भुवादिगणः आरभ्य एव मुख्यपाठः इति वदामः. अस्तु, अरुणा भगिनी बि इति भागः. भगिनी, अरुणा भगिनी अस्ति वा? क्षम्यतां, म्यूट् करोतु. आर्धधातुकानां कृत् प्रत्ययानां रूपाणि उपरि उक्तान् नवकृत् प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः हषित्वात् आर्धधातुकाः. कृत् प्रत्ययः आर्धधातुकः चेत् धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदः नास्ति. अतः अत्रापि आर्धधातुकलकाराः एव धातुगुणानां न का अपि भूमिका. अग्रे अपि पठतु भगिनि प्रथमपरिचयं पूर्णतया. अहं पूर्वं न आगच्छामि, आगतवती. नवकृत्पत्य किं, शत्रुषाणच्? शत्रुषाणच्, अनन्तरं तत्र किञ्चित् आवलिः आसीत् पूर्वं. धन्यवादः महोदय. अस्माकं परिचितरूपाणि तु केवलं शत्रुशानच् एव. आम् आम्, अन्ये व्यायं न जानीमः, परन्तु ते अपि सन्ति. शत्रुशानच् शानच् शानन् कश् श एष् षध्यै षधैन् इति नवरूपा नवकृत् प्रत्ययाः, ते सर्वे शितः. परन्तु अस्माकं तस्य परिचितं तु शत्रुशानचेव. नवकृत्प्रत्ययविहाय सर्वे कृत्प्रत्ययाः आर्धदातुकसंज्ञा संज्ञा भवति अशित्वात्. कृत्प्रत्ययः आर्धदातुक भवेत् गणविकरण न भवति, तदतः रूपसिद्धिभेदः नास्ति. सम्यक्. अग्रिममपि पठतु भगिनि. अर्थत्रे आर्धधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगुणानां रूपभेदः नास्ति. आर्धधातुकाकृत्प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गुणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति. नूल् इति प्रत्ययं पश्येम. अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ् न वा षित्, अतः आर्धधातकः. चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत् संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः. उ अवशिष्यते. युवोर्नाकौ अङ्गात् उत्तरस्य यु उ इत्यनयोः स्थाने क्रमशः अन अका च आदेशो भवतः, अतः भूस्थाने अक आदेशः सर्वत्र, यथा भवादौ फट् योगः अक् अक पाटक इति प्रातिपदिकं पुंलिङ्ग पुंषि पाटकः. अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान् भेदः लक्ष्यते. स च भेदः कः? अत्र आदुधातुकत्वात् कर्तरि शप् इत्यनेन शप् न भवति. शपः अभावेन कस्यापि विकरणप्रत्ययस्य अवसरः, तस्मात् धातुगणीयभेदः नास्ति एव. इदानीं पर्यन्तं किं पठितवती इति एकवारं वदतु भगिनि, किम् अवगतम्? आदुधातुकप्रत्यय प्रत्यय धातु एव अवगच्छति. आर्धधातुकप्रत्यये परे विकरणप्रत्ययः आगच्छति वा न वा? न, आर्धधातुकप्रत्यये परे विकरणप्रत्ययः न आगच्छति, ततः रूपभेदः नास्ति. नुल् इति प्रत्ययः अयं उदाहरणं. नुल् इति प्रत्यय अयं प्रत्यय धातुभ्यः विधीयते. नूल् इति न तिङ् नास्ति न षित्, अतः आर्धधातुकसंज्ञा भवति. नूल् अत्र चुटु इति सूत्रेण नत्वम् इत्संज्ञा भवति, हलन्त्यम् इत्यनेन लकारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन तयो लोपः भवति. उ एव अवशिष्यते. यु आर् नकौ इति सूत्रेण अङ्गात् उत्तरस्य यु उ अनयोः स्थाने क्रमशः अन अक, यु स्थाने अक अन, उ स्थाने अक आदेशः भवति, अतः उदाहरणं पट् धातु योगः अख पाटक इति प्रातिपदिकं निष्पन्नं भवति. अस्तु, अत्र कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति वा पट् योगः अख इति स्थाने? न, कर्तरि शप् न भवति. किम् अख आर्धधातुकत्वात् कर्तरि शप् न भवति. सम्यक्. कर्तरि शप् न भवति, यत्र शप् कर्तरी शप् इत्यनेन शपः न भवति तत्र अन्य विकरणप्रत्ययस्य अपि अवसरः न भवति. शप् प्रबाद्य एव अन्यविकरणप्रत्ययः आगच्छति, परन्तु इदानीं शप् इत्यस्य एव अवसरः नास्ति, अतः अन्यविकरणप्रत्ययस्य अपि अवसरः न भवति. अतः किं भवति इत्युक्ते तत्र धातुगणभेदः नास्ति, भुवादौ भवतु वा तुदादौ भवतु वा अदादौ भवतु वा रूपभेदः न भवति. धातुः अनन्तरं प्रत्ययः, तस्य योजनं किमपि अन्यकार्यं मध्ये अस्ति चेत् तद् भवति, परन्तु विकर्णप्रत्ययस्य कारणेन किमपि रूपभेदः न भवति. तदेव तत्र मुख्यबिन्दुः. सम्यक् भगिनि. युवोरो नाकौ इति सूत्रं वयं पूर्वम् एकवारं दृष्टवन्तः. तत्र भूस्थाने अक इति आदेशः भवति, यूस्थाने अन इति आदेशः भवति, ल्युडन्तरूपे अन इति आदेशः भवति इति एकवारं दृष्टवन्तः. अस्तु, इदानीं पाठकः इति वयं भुवादौ कथं भवति इति दृष्टवन्तः. तत्र विकर्णप्रत्ययः तु नास्ति, पट्योगः अक पाठक इति प्रातिपदिकं, पुंसि तु पाठकः इति रूपम् अस्ति. अदादौ किं भवति इति पश्यामः. रघुपतिमहोदय. अस्तु, अस्य मार्गस्य ततः अस्य मार्गस्य अवलोकनेन तद् अभवत् महोदय. उदाहरणमेव उदाहरणम् अस्तु. भवादौ पटयोगाक पाठकः, इदानीम् अदादौ वच् योग अक अस्ति, तत्रापि वाचकः भवति नुल् प्रत्यय अक. ज्योत्यादौ अपि दायोग अक, तत्रापि दायकः एकनिमिषम् अस्तु. सार्धात्कमस्ति, आर्धात्कमस्ति, अतः द्वित्वं न भवति अत्र. अस्तु, द्विवादौ नश्यो. पुनः वदतु महोदय, द्वित्वं किमर्थं न भवति? द्वित्वम् अत्र विकरणप्रत्यय अस्ति चेत् लुक् श्लौ स्लौ स्लू भवति, स्लू इति सूत्रेण तस्य लोपः भवति. यदा स्लू भवति तदा द्वित्वं भवति इति अहम् इदानीं पर्यन्तं पठितवान, अग्रे न जानामि अन्य सूत्रम् अस्ति. सम्यक् एव महोदय, तदेव श्लौ कारणे. आम् सम्यक् एव, श्लौ कारणे एव द्वित्वं भवति वा? पठितवन्तः अन्य सनादिप्रत्ययस्य द्वित्वं भवति कुत्रापि. अहं सनादीय कस्य प्रत्ययस्य यदा सनादिप्रत्यय द्वित्वं भवति तद् भिन्नः किल सनादिगणे. सनादि इति आतिदेशिक धातुः किल, औपदेशिक अवस्थायां नास्ति. यदा वयं निच् इति प्रत्ययः योजयित्वा नूतनधातुः पाटि इति स्वीकुर्मः किल, आतिदेशिकधातुः इति, तादृशमेव सनाद्यन्त दातवः, सनाद्यन्तदातवः इति तस्य नाम. तत्रापि द्वित्वं भवति एव, परन्तु भिन्नकारणमस्ति. द्वित्वप्रकरणम् इति एकं प्रकरणमस्ति अष्टाध्याय्यां. तत्र द्वित्व सूत्राणि सर्वाणि स्थापितानि. तत्र भिन्नभिन्नकारणेन यङन्त यङ् लुगन्तदातवः इति दातवः अस्ति, यत्र पुनः पुनः इत्यर्थे भवति. तत्रापि द्वित्वं भवति, यङन्तदातवः यङ् लुगन्तदातवः इति दातवः द्विप्रकारकदातवः, पुनः पुनः इति अर्थे, वारं वारम् इति वदामः किल, तादृशं. तत्रापि द्वित्वं भवति, अतः जुहोत्यादिगणे एव द्वित्वम् इति किमपि नास्ति. अन्येषु गण अन्येषु प्रत्ययस्य कारणेन, अन्येषु गणेषु न, अन्येषु प्रत्ययस्य कारणेन अपि द्वित्वं भवितुम् अर्हति. अस्तु, अत्र किमर्थं न भवति इत्युक्ते, अत्र यदा भवान् उक्तवान् आर्धधातुकप्रत्ययः परे अस्ति, श्लौ इति विकर्णप्रत्ययः अत्र मध्ये किमपि न आगच्छति, अतः द्वित्वस्य अवसरः नास्ति. सम्यक्. दायकः इति रूपं कथम् आगच्छति इति जानाति वा? पूर्वम् एकवारं अतोर्न् इति सूत्रेण नुवल् अस्ति, नुवल् प्रत्ययः अस्ति एतत् दायोग, अतः अतोर्न् इति एकनिमिषं किमपि अस्तु, अतोर्न् इति सूत्रेण वृद्धिः भवति. अत्र नास्ति, अत्र सूत्रमस्ति. अन्ये कोऽपि जानाति वा? युक् आगमः आदेशः भवति, तत् कारणात् यकारः मध्ये आगच्छति. सम्यक्. सूत्रं जानाति वा महोदय? न स्मरामि भगिनी इदानीं. अस्तु, अस्तु, अत्र यकारः युक् आगमः, अथो आतो युक् चिन् कृतोः इति सूत्रस्य नाम. आतो युक् चिन् कृतोः, यत्र अदन्तानां युक् आगमः भवति. चिनि निति कृति च इति तत्र सूत्रस्य अनुवृत्तिः भवति. अत्र आदन्तानाम् दीर्घाकारः आतो युक् चिन् कृतोः धा इति आदन्त अङ्गमस्ति, अतः युक् आगमः भवति. तादृशमेव अस्माकं गै इति धातुः किल, अचोनिति यदा भवान् उक्तवान्, अनन्तरं गायकः इति रूपम् आगच्छति. घा अनन्तरं वदतु महोदय अग्रिमम्. अनन्तरं नश् योग अक् दिवादिगणे नश् योग, अत्रापि नाशकः भवति. अत्र अत् अत उपादाय इति सूत्रेण अकारस्य उपादाय अकारस्य वृद्धिः भवति, नाश् भवति, नाशक इति. अपि आप् योग अक आपक, अत्रापि लिक् योग अक लिक् योग अक इति अस्ति. अस्तु, लेखकः भवति अत्र अक इति आर्धात्कप्रत्ययः अस्ति, अतः लेखकः भवति. अत्र किमपि गुणस्य भागः नास्ति, किञ्चित् नास्ति, अतः लेखकः इति भवति. लेखकः पुगन्तलकपद्धति इति सूत्रेण लिक् अस्य लेख भवति. लेक् योग अक लेखक. भिद्योग अक तत्रापि रुधादिगणे तदेव सूत्रमस्ति, पुगन्तलकपद्धतिण भेदक भवति. क्रूयोग अक कारक, अत्र कारक अस्ति, अस्तु, कर् अस्तु, अत्र अत उपादायः कर् एकनिमिषं. कृ योग अक अर् अस्तु, उपादायाम् अकारः अस्ति, तत्र तस्य वृद्धिः भवति, अत उपादाय इति सूत्रेण कारक. सम्यक् वा भगिनि? आम् आम्. अस्तु, क्रियादौ क्रियोग अक क्रियोग अक इदानीं क्रियोग अक अस्तु, अत्रापि गुणा भवति. क्रियोग अक क्रे योग अक अनन्तरं यचोयव इति यचोयवायावः इति सूत्रेण आय् आयक क्रायक इति भवति. अनन्तरं चुरादौ चुरि इति धातु, सोरि, चुरि इति धातु चोरि इति भवति, निच् अनन्तरं चोरि, चोरियोग अक चोरि चोरे एकनिमिषं चोरे चोर एकेन चोरि योग अक चोरे चोरक एकनिमिषं कथं भवति? एकनिमिषं चोरि योग अक् गुण भवति चोरे चोरक कथं भवति भगिनि? तत्र किमपि विशेषकार्यं अस्ति. राजेन्द्रमहोदय जानाति वा? महोदय अस्ति वा? आं भगिनि, जानाति वा किं कार्यम् अत्र अस्ति इति? चोरकः इति इकारस्य किं भवति तत्र चोरीयोगः अक चोरीयोगः अक चोरि तु अतिदेश धातु भवति यथा निच् प्रत्यय आगच्छति तत्र न जानामि भगिनि. अस्तु तत्र किं भवति इत्युक्ते नेरनिटि इति एकं सूत्रम् अस्ति. केन कारणेन सूत्रस्य कारणेन इकारः चोरीयोगः अक इत्यस्य यद् इकारः वयम् आनीतवन्तः किल निच् प्रत्ययस्य योजनेन तस्य इकारस्य लोपः भवति. लोपः भूत्वा इदानीं चोर् योगः अक चोरकः इति रूपम् आगच्छति. नेरनिटि नेः निटि अनिटि इति तस्य पदच्छेदं नेः नत्वं नेः अत्र नेरनिटि इति सूत्रेण यद् इकारः वयम् आनीतवन्तः तस्य लोपः भवति अनिति नेः अनिति. लोपः भवति. अनिट्टादौ 6451 षष्टमध्यायस्य चतुर्थपादस्य एकपञ्चाशत् सूत्रम् आर्धधातुके परे नेः लोपः नेः लोपः भवति. कीदृश आर्धधातुके परे इत्युक्ते अनिट् आदौ आर्धधातुके परे यस्य आदौ इत्युक्ते आर्धधातुकप्रत्ययः यस्य आदौ इडागमः नास्ति परे तत्र निच्छिति प्रत्ययस्य इकारः यत्र इडागमः नास्ति तादृशप्रत्ययस्य इकारस्य लोपः भवति इति सूत्रम् अनिटि आर्धधातुके नेः लोपः. नेः इत्युक्ते निच् प्रत्ययः निच् प्रत्ययस्य पूर्वं स्थितस्य निच् प्रत्ययस्य लोपः भवति इति वदति सूत्रम् नेरनिटि इति सूत्रम् अर्धदातुप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. नेरनिटि रूपम् अस्ति भगिनि निचि इति चोरयति तत्र तत्र न भवति तत्र न भवति अत्र एव आर्धधातुकप्रत्यये परे एव भवति परन्तु तत्र निचि लोपः इति नास्ति किं प्रत्यय अस्ति तत्र अस्तु सम्यक् इदानीं किम् अवगत अत्र मुख्यबिन्दुः कः इत्युक्ते धातुगणस्य ज्ञानम् अत्र न अपेक्षितं किमपि गणे भवतु तत्र अख किमर्थम् इत्युक्ते गणभेदः नास्ति अतः रूपभेदः अपि नास्ति परन्तु यदा अस्माकं चोरकः वा दायकः वा तत्र भिन्नकार्याणि सन्ति विकर्णप्रत्ययस्य कारणेन तत्र रूपभेदः न भवति समानरूपमेव सिद्ध्यति इत्येव मुख्यबिन्दुः अत्र अस्ति धातुगणस्य ज्ञानं तत्र न अपेक्षितम् इत्येव तत्र मुख्यविषयः अस्ति. अस्तु विद्या भगिनी पठति वा. इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमितीकृत्य रूपभेदः न भवति. कारणं किं नुल् प्रत्ययः सार्वधातुकः नास्ति अतः कर्तरि शप् तृतीयाध्याये प्रथमपादे अष्टषष्टिः इति षष्टितमे इत्यस्य प्रसक्तिः तत्र नास्ति. कर्तरि शप् न भवति चेत् शपः न भवति. शप् न भवति चेत् अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति, यतोहि ते सर्वे शपं प्रपाद्य आयान्ति. शप् नास्ति चेत् शन् श्नु शकरः इत्यादयः विकरणप्रत्ययाः अपि न भवन्ति. तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदः न भवति. एतत् उपरि बहवः उदाहरणः सन्ति नुल् प्रत्ययरूपेण. नुल् प्रत्ययं सार्वधातुकः नास्ति, अतः कर्तरिषप् तत्र प्रभाद्यः अस्ति, प्रसक्तिः अपि नास्ति तत्र. कर्तरिषप् न भवति चेत् शपः तत्र कार्यं किमपि न करोति. शप् न भवति चेत् अपरेषां गणानां व्यकरणप्रत्ययः यथा भवति शन् श्नु शः ओकारः, ओकारः स्थाने ओकारः, अनन्तरं शपः इति निचि योगः शप् एतत् सर्वं तत्र कार्यं न करोति, यतोहि ते सर्वे शपं प्रपाद्य आयान्ति एव तत्र नुल् अकः इति प्रत्ययम् एतत् सर्वं विकर्णप्रत्ययः प्रपाद्य एव आयान्ति. शप् नास्ति चेत् शन् श्नु श इत्यादयः विकर्णप्रत्ययः अपि न भवन्ति तत्र, तत्र न कार्यं करोति नुल् प्रत्यय. किमर्थं चेत् तत्र सार्वधातुकः सार्वधातुकी नास्ति अतः एव. अनन्तरं तेषाम् अभावे जनं निमित्तीकृत्य रूपभेदः न भवति. दशगणाः सन्ति तत्र, एतत् निमित्तीकृत्य रूपभेदः न भवति अभावस्थाने. शपः कर्तरि शप् विकर्णप्रति एतत् अभावः अस्ति, अतः गणं निमित्तीकृत्य रूपभेदः न भवति तत्र इति एव तत्र अस्ति. तादृशमेव भवति. अग्रिममपि पठतु भगिनि. अस्तु भगिनि. अनियर् इति प्रत्ययं पश्येम. अयं प्रत्ययः न तिङ् न वा षित् अतः आर्धधातुकः. अनियर् न केवलम् आर्धधातुकाः, आर्धधातुकः तत्र दोषः अस्ति, आर्धधातुकाः अपि तु कर्मणि अर्थे न तु कर्तरि अर्थे अस्ति. अस्मात् कारणात् द्वयात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. अत्र हलन्त्यम् इत्यनेन रेपः रेपस्य ईत् संज्ञा तस्य लोपः इति अनेन लोपः अनीय अवशिष्यते. तत्र किम् अस्ति चेत् अनीयर् इति प्रत्ययमस्ति, तत्र न तिङ्ग् न षित् अतः आर्धधातुकः एव. सूत्रमपि अस्ति तत्र आर्धधातुकः शेषः इति. अनन्तरं तिंशित् सार्वधातुकम् इति सूत्रमपि द्वे कार्यं करोति तत्र. कारणद्वयात् अस्मात् कारणद्वयात् कर्तरिषप् इति अनेन प्रसक्तिः नास्ति. अनन्तरं हलन्त्यं तस्य लोपः इति सूत्रेणापि अनीय रेपः लोपः भवति तत्र, अतः अनीय एव अवशिष्यति अवशिष्यति तत्र. एतत् अनीय इति धातुगणीय अनन्तरम् आगत्य कार्यं करोति. उदाहरणेन द्वादौ एकनिमिषं भगिनि, तत्र अनीयर् इति प्रत्ययः कीदृशप्रत्ययः, किमर्थं कर्तरीषप् तत्र कार्यं न करोति? कर्तरीषप् कार्यं न करोति चेत् तत्र किमर्थं न करोति? न तिङ् नाशित् एतत् तत्र नास्ति. अनन्तरं सूत्रमपि अस्ति आर्धधातुकः शेषः इति. अनन्तरम् एतत् आर्धधातुकः एव अनियर् उपयोगं कुर्मः. अस्तु, कर्मणि अर्थे एव अतः कर्मणि किम् अस्ति कर्तरिषप् न भवति. सम्यक्. अतः बिन्दु कारणद्वयम् अस्ति. किं वदतु भगिनि कारणद्वयम्? कारणद्वयम् अस्ति किञ्चित् सार्वधातुकमपि अनन्तरं सूत्रमार्धधातुकशेषक इति अस्ति. कर्मणि प्रयोगमस्ति अनन्तरं आर्धधातुकः एव तत्र केवलं कार्यं करोति. अतः कत्तरीषप् अत्र तस्य प्रसक्तिः नास्ति. कर्मण्यार्थे एव वयं अनियर् प्रत्ययस्य उपयोगं कर्मण्यार्थे भवति. मया कार्यं करणीयम् इत्येव भवति किल. मया पाठः पठनीयम् इति तादृश पाठः पठनीयः, मया पाठः पठनीयः इति तादृश उदाहरणं तत्र कर्मण्यार्थे भवति इति कृत्वा कर्तरीषप् इत्यस्य प्रसक्तिः नास्ति. कर्तरीषप् कर्त्रार्थे सार्वधातुकप्रत्यये परे एव तस्य कार्यम्. अनियर् तु कर्मण्यार्थे अस्ति, अनन्तरं सार्वधातुकप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः मुख्यविषयः अस्ति तत्. आम् भगिनि, यद्यपि कर्मण्यर्थे अस्ति, प्रथमं तु द्रष्टव्यं सार्वधातुकः अस्ति वा आर्धधातुकः अस्ति वा इति. सार्वधातुकप्रत्ययः नास्ति चेत् कर्तरीषप् तस्य प्रसक्तिः एव नास्ति खलु? नास्ति. आम् सम्यक्. आम् अस्तु, तदेव प्रथम अस्ति. परन्तु कारणद्वयमपि अस्ति. अनियर् इति प्रत्ययः यद्यपि आर्धधातुकप्रत्ययः, परन्तु तत्तु कर्मण्यार्थे एव तस्य उपयोगं भवति इति कृत्वा कर्तरीषप् इत्यस्य प्रसक्तिः एव तत्र नास्ति इति. कारणद्वयमस्ति विशेषरूपेण. सम्यक्, चिन्तनं सम्यक् अस्तु. अस्तु, भवत्याः क्रमः एव भगिनि, माला भगिनि. अस्तु, तर्हि भ्वादिगणे पठ् योगः अनीय पठनीय इति रूपं भवति. अदादिगणे वच् योगः अनीय वचनीय. जुहोत्यादिगणे दा योगः अनीय दानीय. दिवादिगणे नश् योगः अनीय नशनीय. स्वादिगणे आप् योगः अनीय आपनीय. तुदादिगणे लिख् योगः अनीय लेखनीय. अत्र गुणः भूत्वा लिख् लेख् भवति, लेखनीय. रुदादिगणे भिद् योगः अनीय, अत्रापि गुणं भूत्वा भेदनीय इति रूपम्. तनादिगणे कृ योग अनीय, कृ इत्यस्य कर् भवति, करणीय. क्रियादिगणे क्रीयोगः अनीय क्रयणीय. अत्र किं भवति भगिनि? क्रीयोगः अनीय क्रय, तत्रापि गन्ताङ्गम् अस्ति किल. क्री क्रे भवति, अनन्तरं क्रेयोगः अनीय एतदपि वदतु भगिनि. तत्र तनादौ क्रयादौ किमर्थं नत्वं केन सूत्रेण? रसाभ्यां नो नः. तत् रसाभ्यां नो नः वा अत्कुप्वाङ्गं वा? अन्ये किं चिन्तयन्ति? किमर्थं न अवगच्छामि राजेन्द्रमहोदय, वदतु महोदय. अट्कुप्पाङ् तेन सूत्रेण अत्र नकारस्य नत्वं भवति, रसाभ्यां नो नः अत्र न कार्यं करोति, तत्र समानपदे भवेत् तदा एव सूत्रं कार्यं करोति। इदानीं तु मध्ये किञ्चित् वर्णाः सन्ति, वर्णम् अस्ति, तत्कारणात् अत्र नत्वम् अट्कुप्पाङ् वैवाय अपि तेन सूत्रेण तस्य नत्वं भवति। यथा व्यवधानं मध्ये व्यवधानमस्ति, मध्ये व्यवधानमस्ति। रसाभ्याम् इत्यत्र साक्षात् परे रेपस्य अनन्तरमेव यदा नकारः अस्ति चेत् तत्र रसाभ्यां नूनः, अद् मध्ये व्यवधानमस्ति चेत् अट्कुप्वाङ्निं व्यवाये अपि। सम्यक्। अनन्तरम् एतद् वदतु भगिनि, तत्र तुदादौ साधारणतया तु तुदादिगणे गुणकार्यं न भवति, अत्र किमर्थं भवति? तुदादौ उपधायां ह्रस्व इकारः अस्ति तस्मात्, परन्तु लिखति इत्येव नेर्णिति नास्ति भगिनि, तत्र लिक्योगः अनीया इति अस्ति स्थाने लेखनीया इति रूपम् आगच्छति। किमर्थं लिखति इत्येव रूपम् अस्ति किल, लेखति इति नास्ति, तत्र तु गुणः न भवति, तत्रापि उपधायां लघु इक् वर्णः अस्ति। सार्वधातुक आर्धधातुकयोः गुणकार्यं न भवति अपित् इत्यनेन, अपित् इत्यनेन सम्भव न सम्भवति, परन्तु अत्र तु अस्ति किल लेखनीया इति रूपम्। किं दोषः वा? लघुपद पुगन्तलघुपद अस्ति, तदेव पुगन्तलघुपदस्य तुदादिगणे लेखति इति किमर्थं तत्र न कार्यं करोति? तुदादिगणे विकरणप्रत्ययशन् अत्र विकरणप्रत्ययः तु न आगच्छति खलु, अरुणा भगिनी पूर्णतया पुनः वदतु भगिनि एकवारम्। उदादिगणे षण् विकरणप्रत्यय वर्तमाने अपि ततः गुण भवति, परन्तु लिक् अन्य आर्धधातुकः प्रत्यय ततः सर्वदात आर्धधातुकयोः पुगन्तलघुपदस्य इक् न भवति। सम्यक्। तत्र विकरणप्रत्ययः तु नास्ति अत्र। अनन्तरं यदा भगिनी उक्तवती पुगन्तलघुपदस्य च इति सूत्रे सार्वधातुक आर्धधातुकयोः इति पूर्णतया अनुवृत्तिः आगच्छति, आर्धधातुकप्रत्यये परे अपि गुणः भवति, तत्र इदानीं किमपि बाधा नास्ति किल, अपित्वात् इति किमपि चिन्तनम् अत्र नास्ति, विकरणप्रत्ययः एव न आगच्छति, लेखनीया इति रूपम् आगच्छति। अवगतवती वा भगिनि? आमां। सम्यक्। चुरादौ वदतु भगिनि किं भवति? चुरादौ चुर् इत्यस्य चोरी इति भवति, निच् प्रत्ययं योजयित्वा चोरी इति धातुः योगः अनीय चोरणीय, अत्रापि णकारं भवति, अट्कुप् वाङ् न स्मरामि पूर्णतया। आम्, अट्कुप् वाङ्नुं व्यवाये अपि, अट्कुप् वाङ्नुं व्यवाये अपि। सूत्रेण नत्वं भवति. अग्रे पठामि वा? आम् भगिनि, अत्र व्यवधान अस्तिनपि अत्र अर्थः अस्तु. कुप् वाङ्नुं व्यवाये अपि व्यवधानम् अस्ति चेदपि चेदपि रसाभ्यां भवति. तत्र समानपदे इति अनुवृत्तिः नास्ति. आम् आं वदतु भगिनि. अत्रैव भवत्या पूर्वम् उक्तं खलु मेर् मीटिङ्ग् इति कार्यं करोति खलु भगिनि, चुरादौ. आम् अत्र चुरादौ, आम् चुरादौ चोरी इति धातुः अनियर्, चोरे योगः अनियर्, ए योगः अ, ए चो यवायावः, अय चोरणी चोरणीय चोरणीय इति भवति. अत्रापि नेरण्यटि इत्यस्य कार्यम् अस्ति. न भवति भगिनि, अत्र चोरि योग अनीय एका ए भवति, चोरे अनीय चोरणीय अय भवति न नेरणिटि अय न नित् नास्ति न अय न नित् अय मध्ये नास्ति किल महोदय, चोरणीय इत्येव अस्ति किल. न नेरणिटि भवती उक्तवती नित् नित् अस्ति चेदेव निश्चेव किल चोरी इति निच् योजयित्वा एव आगच्छति. चोरी इति इदानीम् अस्माकं नूतन चोरी योगः अनीय नेरणिति इति सूत्रेण अनिट् अस्ति, अतः तत्रापि इकारस्य लोपः भूत्वा चोर् योगः अनीय चोरणीय इति भवति. तत्र एचो यवायावः इति सूत्रस्य प्रसक्तिः एव नास्ति. चोर् योगः अनीय चोरणीय, इकारस्य लोपः नेरणिति इति सूत्रेण. सम्यक्. आम् यतोहि अत्रापि भगिनि अनीय प्रत्ययः अस्ति, तस्य इडागमः न भवति नेडु सूत्रेण, तत् कारणात् तत्रापि इडागमः न भवति. अनिट् प्रत्ययः अस्तु. अट्कुप् वाङ्नुं व्यवाये अपि इति सूत्रे रसाभ्यां नोणः समानपदे इति सूत्रस्य पूर्णतया अनुवृत्तिः अस्ति, अतः एव तत्र रसाभ्यां नकारः भवति इति सूत्रं वदति. अस्तु. माला भगिनी पठतु भगिनि. यत्र यत्र कृत् प्रत्ययः आर्धधातुकः तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते, अतः यथा आर्धधातुकलकाराः आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते. चतुर्दशवर्गाः एते. अग्रे पठामि वा? आम् आम् पूर्णतया पठतु, तत्र किमपि नास्ति कीदृशं भेदः कृतवन्तः इति एव. हा पठतु. तर्हि धातोः अन्ते अकारः श्रूयते, अकारान्तः यथा कथ गण रच इत्यादयः. आकारान्तधातवः यथा पा ला वा दा धा इत्यादयः. इकारान्तधातवः यथा जि श्वि चि कि रि इत्यादयः. ईकारान्ताः यथा नि षि दि क्रि वि इत्यादयः. उकारान्तधातवः यथा दृ नु कु गु क्षु इत्यादयः. ऊकारान्तधातवः यथा भू लु पू नु मु इत्यादयः. ऋकारान्ताः यथा हृ भृ धृ मृ कृ स्वृ स्मृ इत्यादयः, ऋकारान्तधातवः यथा झृ झृ झृ शृ गृ वृ इत्यादयः, एजन्ताः यथा ग्लै म्लै ढे ढ्यै पै शो छो इत्यादयः, अदुपदाः यथा पठ चल वद स्खल कक् पच् चट् इत्यादयः. अत्र अदुपदाः इत्युक्ते उपदायां पठ् अत्र अस्ति उपधायाम्. अस्तु, धन्यवादः. इदुपधाः यथा चित् मिद् छिद् भिद् निद् मिल् इत्यादयः, उदुपधाः यथा बुध् शुद् मुद् कुक् उक् इत्यादयः, ऋदुपधाः यथा कृष् वृष् नृत् छृद् वृत् वृद् इत्यादयः. अनन्तरम् अवशिष्टधातवः धातवः ये न सन्ति येषु वर्गेषु यथा नील् शीक् बुक् अञ्च् इत्यादयः. अन्यच्च आर्धधातुकः कृत् प्रत्ययः चेत् इडागमविचारः करणीयः. आर्धधातुककृत्प्रत्ययः इडागमविचारः करणीयः इत्येव मुख्यबिन्दुः. एतत् चतुर्दशभेदः एव अस्य क्रमेण एव वयम् अग्रे अपि उवादिगणे वा अन्ये गणेषु पाठः पठामः. अकारान्तः आकारान्तः इति, अदुपदः इदुपदः, अत् उपधायाम् इत्युक्ते अदुपदः अकारः तपरकरणं कृतवन्तः तत्र. चतुर्दशभेदः एव तस्मिन्नेव भेदे वयं पठामः. अस्तु, अत्र स्थगयामः. आर्धधातुककृत् प्रत्ययानाम् इडागमविचारः इति अग्रिमसप्ताहे वयं पश्यामः. किञ्चिदेव अवशिष्टभागः अस्ति. पूर्वमपि वयं कृतवन्तः एव, परन्तु एतत् पठित्वा अङ्गम् इति भागः प्रति गच्छामः. अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः. करपत्रम् आम् अस्ति अस्ति भगिनि अस्ति भगिनि. नाम अहं सङ्ख्या वदामि एकवारम्, एकनिमिषम्. फैव् पायिण्ट् वन् सार्वधातुकप्रकरणम् अदन्तमङ्गम् अङ्गम् इति विषयः. 5.1 इति अस्माकम् अग्रिमपाठः भवति. अस्तु भगिनि, बलाबलचिन्तनम् अग्रे कुर्मः. यदा किञ्चित् सूत्राणि पठित्वा बलाबलचिन्तनं प्रति पुनः आगच्छामः. नम्बर् 5.1 परन्तु तत्र सूत्राणि सङ्ख्या अस्ति वा भगिनि? अस्मिन् करपत्रे किम् अस्ति तदेव पठामः भगिनि. भवत्याः प्रश्नः 5.1. धन्यवादः भगिनि. शुभदिनं. धन्यवादः. शुभरात्रि.